नमस्कारः. तर्हि इदानीम् अस्माकं विषयः अस्ति द्वितीयाविभक्तिः. तत्र द्वितीयाविभक्तिरूपस्य प्रयोगः द्विप्रकारकः अस्तु. एकं वाक्यमस्ति, तत्र वाक्ये कर्मपदं यत्र भवति कर्मपदं तत्र द्वितीयविभक्त्यन्तरूपं भवति. द्वितीयविभक्त्यन्तरूपं भवति कर्मपदम्. उदाहरणार्थं स्यूतः तत्र अस्ति. तत्र स्यूतः इत्यस्य का विभक्तिः? प्रथमाविभक्तिः. यत्र कर्ता अस्ति, तत्र प्रथमाविभक्तिः अस्ति. उदाहरणार्थं बालकः इत्यस्य का विभक्तिः? प्रथमाविभक्तिः. किमर्थं प्रथमाविभक्तिः? यतः बालकः कर्ता. बालकः कर्ता अस्ति अतः कर्ता, अतः प्रथमाविभक्तिः भवति. बालकः कर्ता अस्ति, कर्तृपदम् अस्ति, अतः प्रथमाविभक्तिः भवति तस्य. इदानीं स्यूतः अस्ति, बालकः स्यूतं पश्यति. तत्र स्यूतमस्ति कर्ता अथवा कर्मपदम्. बालकः कर्तृपदमस्ति, बालकः कर्मपदमस्ति. यत्र वाक्ये कर्मपदमस्ति तत्र पदस्य द्वितीयविभक्तिः भवति. स्पष्टमस्ति? यत्र कर्तृपदमस्ति तत्र प्रथमाविभक्तिः, कर्मपदमस्ति द्वितीयाविभक्तिः, कर्तृपदमस्ति प्रथमाविभक्तिः. उदाहरणार्थं बालकः स्यूतं पश्यति. तत्र बालकः पश्यति, कः पश्यति? स्यूतं. न, कः पश्यति? बालकः पश्यति. कं पश्यति? स्यूतं. तर्हि बालकः स्यूतं पश्यति. बालकः यः पश्यति सः कर्ता अस्ति. अतः प्रथमविभक्तिः. यत् स्यूतः कर्मपदमस्ति अतः द्वितीयविभक्तिः. यत्र प्रायः यत्र द्वितीयविभक्तिः तत्र मकारः, म स्यूतम् इति अस्ति. रूपाणि सन्ति अत्र षष्ठे पुटे रूपाणि सन्ति. तत्र अकारान्त, तत्र पुल्लिङ्गशब्दः अस्ति चेत् तत्र अकारान्तः अस्ति. बालकः, अत्र बालः अस्ति. बालम् एकवचने, बहुवचने बालान्. अनन्तरं नपुंसकलिङ्गशब्दः, तत्र पुस्तकम् एकवचने, बहुवचने पुस्तकानि. अत्र नपुंसकलिङ्गशब्दः अस्ति चेत् प्रथमा विभक्तौ द्वितीय विभक्तौ च भेदः नास्ति. भेदः नास्ति. अतः ब्रह्मः न मा भवतु. ब्रह्मः न भवतु. अत्र पुस्तकं लिखितमस्ति किन्तु प्रथमा विभक्तिः अत्र नास्ति, द्वितीया विभक्तिः अस्ति, कर्मपदम्. बालकः पुस्तकं पठति. बालकः कर्तपदं, पुस्तकं कर्मपदं. सत्यं सत्यम्. अस्तु तर्हि द्वितीयविभक्तिः. इदानीं स्त्रीलिङ्गे रूपद्वयमस्ति. आकारान्तस्त्रीलिङ्गशब्दः ईकारान्तस्त्रीलिङ्गशब्दः. बालिका अथवा नदी. अत्र बालिका इत्यस्य द्वितीयविभक्ति अन्तर्मुखमस्ति. बालिकाम् एकवचने, बहुवचने बालिकाः. अनन्तरम् ईकारान्तं नाम नदी शब्दवत् लेखनी, तत्र एकवचने लेखनीम्, अत्र लेखनी अस्ति लेखनीम्. अनन्तरं बहुवचने सत्यम्. अतः सावधानं भवतु, यतोहि तत्र अत्र बहुवचने स्त्रीलिङ्गे विसर्गः भवति. बहुवचने स्त्रीलिङ्गे विसर्गः अस्ति. पुल्लिङ्गे नपुंसकलिङ्गे च तत्र विसर्गः नास्ति. अतः नाम पुल्लिङ्गशब्दः प्रथमा विभक्तौ बालकः गच्छति, तत्र विसर्गः अस्ति, बालकः गच्छति. किन्तु स्त्रीलिङ्गे द्वितीयविभक्ति तत्र बहुवचने तत्रापि विसर्गः अस्ति. सत्यम्. अस्तु तर्हि इदानीं वाक्यानि वदन्तु, अहं श्रोतुमिच्छामि. तत्र पठति, लिखति, गच्छति, स्वीकरोति, तत्र कर्मपदं भवितुम् अर्हति. उपविशति, तत्र कर्मपदं भवितुम् अर्हति किम्? उपविशति. अस्तु स्वीकरोति, स्यूतः वाक्यं वदतु. स्वीकरोति स्यूतः वाक्यं वदतु. सुब्रह्मण्यमहोदय, बालकः स्यूतं. समीचीनमस्ति. तत्र कर्मपदं किं? कर्मपदं स्यूतमिति कर्मपदमस्ति. अस्तु पश्यति, भवान् पश्यति इति वदतु. अनन्तरं लिखति, अनन्तरं शृणोति, शृणोति. अनन्तरं शशि नाम राजशेखरः, राजशेखरः तत्र भवान् वदतु लिखति. अनन्तरं एकनिमेषः महोदय, सन्ध्या भगिनी वदतु. अस्तु अस्तु वदतु. वाक्यं वदतु यत्र द्वितीयविभक्ति यथा प्रक्षालयति, प्रक्षालयति इति चिन्तयतु भगिनि, प्रक्षालयति. अस्तु अस्तु लोकयाने आगच्छति, नास्ति चिन्ता भगिनि, शृणोतु. रामः चलचित्रं पश्यति. अस्तु समीचीनमस्ति. तत्र कर्मपदमस्ति चलचित्रं. अस्तु अग्रे व्यासः महाभारतं लिखति. अस्तु समीचीनं. कर्मपदमस्ति कर्मपदं महाभारतम्. अस्तु समीचीनं महोदय, शृणोति. बालकः अस्तु वदतु महोदय. बालकः उत्तरं लिखति. समीचीनं. कर्मपदमस्ति पत्रिका, तत्र उत्तरम्. अस्तु समीचीनं समीचीनम्. अस्तु बालकः रामायणं शृणोति समीचीनं कर्मपदमस्ति कर्मपदं रामायणं समीचीनमस्ति कर्तृपदं बालकः बालकः समीचीनमस्ति सुब्रह्मण्यं महोदय प्रक्षालयति इति वदतु हस्तः बालकः बालकः हस्तं प्रक्षालयति समीचीनं कर्मपदमस्ति हस्तं हा अस्तु समीचीनम् इति बालकः भूमौ उपविशति इति समीचीनं तत्र कर्मपदमस्ति वा भूमौ इत्यस्य का विभक्तिः भूमौ का विभक्तिः कोऽपि वदति तत्र सप्तमी विभक्तिः अस्ति भूमि इति शब्दं वयं न जानीमः इदानीं भूमिशब्दः तत्र इकारान्तशब्दः अस्ति इकारान्तशब्दस्य रूपाणि वयं न जानीमः किन्तु अत्र भूमिः तत्र सप्तमी भूमौ अतः उपविशति नाम प्रत्येकं कर्म प्रत्येकं क्रियापदस्य कर्मपदं न भवितुं शक्नोति सकर्मकधातवः सन्ति अकर्मकधातवः सन्ति ये धातवः सकर्मकाः सन्ति तेषां कर्मपदं सम्भवति नो चेत् न स्वीकरोति प्रक्षालयति गच्छति शृणोति वदति सकर्मकधातवः नाम क्रिया कर्मपदं सम्भवति तत्र किन्तु उपविशति अहम् आसन्दे उपविशामि तत्र अधिकारः न भवति सप्तमी विभक्तिः द्वितीयविभक्तिः न भवितुमर्हति तत्र बालकः हसति बालकः हसति बालकः स्यूतं हसति वक्तुं शक्नुमः नैव वक्तुं शक्नुमः शिशुः गृहं रोदिति किं समस्या अस्ति किं किं समस्या का समस्या अस्ति उच्चैः रोदति रोदति किन्तु तत्र कर्मपदं न भवितुम् अर्हति कर्मपदं न भवितुं शक्नोति तत्र सत्यं कारणमस्ति रुद् धातुः अकर्मकधातुः अस्ति अकर्मक नाम कर्म न भवितुम् अर्हति सकर्मकः अकर्मकः अत्र यत्र धातुः सकर्मकः अस्ति तत्र कर्मपदं सम्भवति तर्हि एतावता अद्य पर्यन्तम् अस्माकम् अभ्यासः तादृशः वाक्ये यत्र कर्मपदम् आसीत् अनन्तरम् अस्माकम् अन्तिम अभ्यासः जातः अत्र अस्माकं पुस्तके विभक्तिवल्लरी पुस्तके दशमे पुटे वयं दृष्टवन्तः परितः अत्र कर्मपदम् इति विषयः नास्ति कर्मपदम् इति विभक्तिः खुत् नाम द्वितीयविभक्तिः अहम् उक्तवान् द्विप्रकारकरूपाणि सन्ति तत्र स्थानद्वयमस्ति यत्र द्वितीयविभक्तिः भवति एकस्मिन् स्थाने यत्र कर्मपदमस्ति यत्र कर्मपदमस्ति तत्र द्वितीयविभक्तिः भवति इदानीम् अस्य नाम उपपद द्वितीयविभक्तिः उपपद यत्र कर्मपदं नास्ति किन्तु परितः दशमीपुटे परितः इति शब्दः अस्ति परितः अत्र यद्यपि कर्मपदं नास्ति तथापि परितः शब्दः अस्ति इति कारणतः द्वितीयविभक्तिः भवति तर्हि अत्र मम गृहं परितः उद्यानम् अस्ति, नाम सर्वत्र चतुर्षु दिक्षु सर्वत्र तत्र उद्यानम् अस्ति परितः. तो गृहमध्यस्य अत्र गृहमिति द्वितीय इति कर्मपदं नास्ति अत्र. मम गृहं परितः उद्यानम् अस्ति. अत्र द्वितीयविभक्तिरूपस्य कारणं परितः इति शब्दः. तर्हि पुनः पश्यामः. मम गृह परितः उद्यानम् अस्ति. मम गृहं कर्तृपदम् न, अत्र कर्तृपदम् अस्ति किम् अस्मिन् वाक्ये? न, अत्र यदा वयं ज्ञातुमिच्छामः यत् कर्तृपदं किं, तत्र प्रथमतया क्रियापदं पश्यामः. क्रियापदं दृष्ट्वा वयं निर्णेतुं शक्नुमः यत् तस्य कर्तृपदं किम्. तर्हि अत्र अस्मिन् वाक्ये क्रियापदं किम् अस्ति? अत्र किम् अस्ति? उद्यानमस्ति. कर्तृपदमस्ति उद्यानम्. क्रियापदं दृष्ट्वा वयम् अवगच्छामः. मम गृहं कर्मपदम् न, अत्र कर्मपदं नास्ति. न, अत्र अस्मिन् वाक्ये यतोहि अत्र अस्ति इति क्रियापदम् अकर्मकधातुः अस्ति. धातुः अस्ति अस् धातुः अस्ति इति अस्य अस् धातुः. अस् धातुः अकर्मकधातुः अस्ति, अतः कर्मपदं नास्ति. उपविशति, हसति, अस्ति, भवति, अत्र कर्मपदं न सम्भवति. अवगच्छति? अस्तु, तर्हि अत्र अभ्यासं कुर्मः पुनः. यथा गृहं परितः उद्यानमस्ति, इदानीं लक्ष्मीभगिनी देवालयः पुनः वदतु. देवालयः परितः प्राकारः अस्ति. किन्तु द्वितीयविभक्तिः कुत्र अस्ति पुनः वदतु. देवालयः परितः न, देवालयः इति न, अत्र देवालयं परितः प्राकारः. अत्र यद्यपि कर्मपदं नास्ति किन्तु परितः शब्दः अस्ति इति कारणतः द्वितीयविभक्तिः भवति. देवालयं परितः प्राकारः अस्ति. अस्तु अग्रिमम् अभिनवमहोदय. शालां परितः क्रीडाङ्गनम् अस्ति. अस्तु सुब्रह्मण्यमहोदय. शर्करां परितः पिपीलिका अस्ति. पिपीलिकाः सन्ति. अस्तु राजशेखरमहोदय अग्रे. चन्द्रः इत्यस्य द्वितीयविभक्ति किम्? पुनः वदतु. न किमस्ति? वचनं किम्? एवं नूतनसमाचारः. एकवचनमस्ति खलु, नूतन आविष्कारः बहुवचनम्. एकवचनमस्ति खलु, तर्हि रूपं किम्? अत्र षष्ठे पूते रूपाणि सन्ति, तर्हि पुल्लिङ्गशब्दः एकवचने किं भवति? वदतु महोदय. चन्द्रः इत्यस्य द्वितीयविभक्ति किम्? द्वितीयविभक्त्यन्तं रूपं किम्? सुब्रह्मण्यमहोदय परितः मेधाः सन्ति, मेधाः अस्ति. चन्द्रं परितः मेघाः अस्ति. मेघाः इत्यस्य वचनं किम्? न चन्द्र चन्द्रं परितः मेघाः मेघाः सन्ति. चन्द्रं परितः मेघाः सन्ति. अस्तु अग्रिमे. हा अभिनवम् अग्रिमे सः वदतु. समीचीनमस्ति. अस्तु अनुभवम् न साद्वतिः तां परितः सख्यः सन्ति. तां परितः सख्यः सन्ति. अस्तु अग्रे लक्ष्मी. अध्यापकान् परितः बालकाः सन्ति. समीचीनम्. इदानीं स्त्रीलिङ्गे अस्ति अध्यापिकाः. विश्वनाथ महोदय. अध्यापिकां द्वितीयाविभक्तिः किं भवति? अध्यापिकाः अध्यापिकाः अध्यापिकाः परितः बालकाः बालकाः सन्ति. बालिकाः. अस्तु समीचीनं. श्रीमान् महोदय. दीपः परितः कीटाः सन्ति. समीचीनम् अस्ति. करोतु. पुष्पाणि परितः पुष्पान् परितः भ्रमराः सन्ति. किन्तु लिङ्गं किं पुष्पाणि इत्यस्य लिङ्गं किम्? पुष्पाणि लक्ष्मी भगिनी वदतु. पुष्पमिति लिङ्गं किं? पुष्पं नपुंसकलिङ्गं. नपुंसकलिङ्गशब्दः कथं जानीमः? मकारः अस्ति अन्ते. मकारः अस्ति अन्ते इति नपुंसकलिङ्गशब्दः खलु. पुनः वदतु. पुष्पाणि परितः भ्रमराः सन्ति. अस्तु अग्रे अभिनवनाय कृपया पठतु. अधस्तनचित्रस्य आधारेण किं परितः किम् अस्ति इति लिखतु. अत्रापि नाम अग्रे एतत् सर्वम् उपपदविभक्तिः अस्ति, नाम क्रमपदं नास्ति. अस्तु पठतु. कमलं परितः भ्रमराः सन्ति. कलं परितः भ्रमराः सन्ति. अस्तु तदनन्तरं भ्रमराः तत्र द्वितीयविभक्तिः अत्र भ्रमराः सन्ति किन्तु इदानीं परितः भ्रमरान् परितः त्रिकोणाकृतिः अस्ति. समीचीनम्. इदानीं ईकारान्तपदमस्ति किन्तु म इति योजने मकारं योजनीयम् अस्ति. मकारः योजनीयः अस्ति. तर्हि अस्ति समीचीनम्. अग्रे अग्रिम. विश्वनाथ महोदय. अत्र नास्ति. अयम् ईकारान्तपदमस्ति. किमर्थम् अत्र स्थापितं न जानामि किन्तु अत्र ईकारान्तपदमस्ति. मकारं योजयतु. नाम त्रिकोणाकृतिं परितः चतुरस्रं सन्ति न न वर्तुलाकृति सन्ति वर्तुलाकृतिं सन्ति अस्ति अस्ति एकवचने अस्ति अस्तु सुमन्यो वर्तुलाकृतिं परितः चतुरस्रम् अस्ति चतुरस्रम् अस्ति अस्तु अग्रे राजशेखर महोदय चतुरस्रं परितः बिन्दुचतुरस्राणि सन्ति किन्तु एकवचने वदतु समीचीनं बिन्दुचतुरस्रम् अस्ति एकवचने बिन्दुचतुरस्रम् अस्ति अस्तु अग्रे बिन्दुचतुरस्रं परितः अष्टकोणाकृतिः अस्ति अस्तु भगिनि अष्टकोणाकृतिं परितः वक्ररेखा अस्ति समीचीनमस्ति अस्तु लक्ष्मी भगिनी भगिनी पठतु अत्र उभयतः अपि तथा उभयतः इत्यस्य पदस्य योगे अपि द्वितीया एव भवति यथा मम गृहं उभयतः सस्यानि सन्ति चित्रं पश्यत गृहस्य वामतः दक्षिणतः च पार्श्वद्वये केवलम् अत्र वृक्षाः सन्ति अतः उभयतः इति प्रयोगः कृतः दशमे पृष्ठे स्थितं चित्रं पश्यत तत्र गृहस्य पुरतः पृष्ठतः वामतः दक्षिणतः च सर्वासु दिक्षु उद्यानम् अस्ति अतः तत्र परितः इति प्रयोगः कृतः अतः तात्पर्यम् एव सिद्ध्यति अतः तात्पर्यम् एवं सिद्ध्यति परितः सर्वासु दिक्षु उभयतः पार्श्वद्वये केवलम् विशेषः हिन्दीभाषायां तु घर के दोनो और इति षष्ठी प्रयुज्यते संस्कृते तु द्वितीया एव चतुरस्रे सूचितानां शब्दानां सहायेन वाक्यानि रचयत एतावत् अवगच्छामः वा नाम अत्र परितः नाम चतुर्षु दिक्षु नाम सर्वासु दिक्षु वृक्षाः सन्ति तत्र परितः अत्र एकस्मिन् पक्षे अपरस्मिन् पक्षे पक्षद्वये अस्ति केवलं पक्षद्वये सन्ति वृक्षाः अन्यपक्षद्वये नास्ति कोऽपि वृक्षः अतः उभयतः नाम केवलं पक्षद्वये अस्ति केवलं पक्षद्वये अस्ति तत्रापि द्वितीयविभक्तिः भवति अस्तु तर्हि विश्वनाथमहोदय कृपया वदतु आरक्षकाः अत्र द्विवचनस्य प्रयोगं करोतु द्वितीयविभक्तेः प्रयोगं करोतु महाचोरम् उभयतः आरक्षकाः सन्ति लताम् उभयतः सख्याः सन्ति सख्यः सन्ति अस्तु अध्यापकः छात्राः अध्यापकाः अध्यापकः अत्र द्वितीयविभक्तिरूपं किम् अध्यापकम् छात्रः अध्यापकम् समीचीनतया न लिखितमस्ति केवलं स्तम्भद्वयम् अपेक्षितम् अत्र द्वितीयस्तम्भं पश्यतु तृतीयं द्वितीयं तृतीयं प्रथमम् अत्र त्यजतु अध्यापकम् उभयतः छात्राः सन्ति महाचोरः पार्श्वद्वये आरक्षकाः सन्ति हा एकनिमेषं महोदय अध्यापकम् उभयतः छात्राः सन्ति अध्यापकम् उभयतः छात्राः सन्ति इदानीम् अग्रिमम् अस्ति वस्त्रापणः वस्त्रापणः अत्र धन्यापणाः धान्यापणाः धान्यापणाः वस्त्रापणः धान्यापणाः अत्र राजशेखरः महोदय वदतु न तथा न वदतु अत्र उभयतः इति वक्तव्यमस्ति तत्र उभयतः अत्र प्रथमशब्दस्य द्वितीयविभक्तिः भवति यथा महाचोरम् उभयतः आरक्षकाः सन्ति ताम् उभयतः सख्यः सन्ति अध्यापकम् उभयतः वदतु वस्त्रापणम् उभयतः धान्यापणाः सन्ति अस्तु समीचीनम् द्वारम् उभयतः वृक्षाः सन्ति सत्यं लक्ष्मीभगिनी भवनम् उभयतः आपणाः सन्ति अस्तु पुनः वदतु उत्पीठिकाम् उभयतः आसन्दाम् आसन्दाः सन्ति उत्पीठिकाम् उभयतः आसन्दाम् सन्ति आसन्दाः सन्ति अस्तु सन्ध्या भगिनी अग्रिमं करोति वा न न प्रथम देवः तत्र द्वितीयविभक्ति अन्तं वदतु अनन्तरं भक्ताः प्रथम यथा महाचोरम् उभयतः आरक्षकाः सन्ति अत्र यथा उदाहरणमस्ति महाचोरम् उभयतः आरक्षकाः सन्ति तर्हि आन् बोत् सैड्स् इति अर्थः आन् बोत् सैड्स् प्रथमपदस्य द्वितीयविभक्त्यन्तं भवति द्वितीयपदस्य प्रथमान्तं भवति प्रथमपदं द्वितीयविभक्तिः द्वितीयपदं प्रथमाविभक्तिः तर्हि सन्ध्यापकिनी वदतु देवः द्वितीया किं भवति देवम् देवम् उभयतः विद्धकर्मकराः भगिनी सन्ध्या भगिनी करोति वा वृद्धः इति अस्य वचनं किम् उभयतः समीचीनम् अस्तु अभिनन्दनं पठतु लक्ष्मीम् उभयतः गजाः सन्ति. लक्ष्मी हा तो अग्रे अग्रिम अग्रिमे पाठः अस्ति. रामः फलं खादति इत्यत्र फलं कर्मपदम्. एतस्मिन् वाक्ये एकं कर्म अस्ति. रामः अध्यापकं प्रश्नं पृच्छति. इत्येतस्मिन् वाक्ये अध्यापकम् इति प्रश्नम् इति च कर्मपदम्. एवम् अत्र कर्मपदं द्वयम् अस्ति. अतः एतत् द्विकर्मकं वाक्यम्. संस्कृते व्यावहारिकतया चत्वारः धातवः. एतदर्थकाः अन्ये धातवः च द्विकर्मकः इति प्रसिद्धाः. ते च वदति, पृच्छति, प्रार्थयति, नयति. अयं नूतनः विषयः अत्र कमस्ति यत् सामान्यतया एकस्मिन् वाक्ये एक एव कर्मपदं भवति. अहम् आसन्दं पश्यामि. तत्र बहूनि कर्मपदानि भवितुम् अर्हन्ति. अहम् आसन्दं च, लेखनीं च, स्यूतं च पश्यामि. किन्तु तत्र यद्यपि कर्मपदत्रयमस्ति तथापि तेषां सर्वेषां रीतिः एका एव सामान्यकर्मपदम्. अत्र वदति, पृच्छति. तत्र पृच्छति इत्यस्य कर्मपदद्वयं सम्भवति. छात्रः प्रश्नं पृच्छति. छात्रः अध्यापकं पृच्छति. अतः यत्र अहम् आसन्दं पश्यामि, अहं लेखनीं पश्यामि, अहम् आसन्दं लेखनीं च पश्यामि, तत्र द्वयमपि वस्तु. किन्तु प्रश्नः अध्यापकः, तत्र साम्यं नास्ति, भिन्नमस्ति. अतः अहं प्रश्नम् अध्यापकं पृच्छामि. तत्र कर्म पृथक् पृथक् रीत्या कर्मद्वयमस्ति, कर्मपदद्वयमस्ति. अतः अयं कश्चन विशेषः अस्ति. पृथक् सेपरेट्. अभिरामः कृपया अग्रे पठतु. अभ्यासः. आवरणे दत्तानां शब्दानां शब्दानां साहाय्येन रिक्तानि स्थानि स्थलानि उचितैः रूपैः पूरयेत्. उचितैः रूपैः पूरयेत्. पूरयत. अग्रे. कर्मकरः धनिकं वस्तुस्थितिं वदति. अत्र धनिकः सत्यं, धनिकः वस्तुस्थितिः. अतः अत्र धनिकः इति भिन्नमस्ति खलु. पुरुषः वस्तुस्थितिः इति स्थितिः, वास्तविकस्थितिः इति वस्तुस्थितिः. अतः अत्र कर्मपदद्वयमस्ति. अत्र वदति, पृच्छति, प्रार्थयति, नयति इति विशेषक्रियपदानि सन्ति अत्र. वस्तुतः षोडशदातवः सन्ति. किन्तु प्रसिद्धदातवः, सामान्यदातवः, तत्र चत्वारः दातवः सन्ति. वदति, पृच्छति, प्रार्थयति, नयति. लक्ष्मीभगिनी पठतु अग्रे. पान्धः आपणिकं मार्गं पृच्छति. अस्तु. भिक्षुकः गृहिणी गृहिणी भिक्षुकः गृहिणीम् अत्र नाम कर्णपदमस्ति खलु, यत्र कर्णपदमस्ति तत्र मकारं योजयामः एकवचने, सर्वत्र मकारं योजयामः एकवचने, बालकः बालकं, नदी नदीं, तत्र मकारः अस्ति. भिक्षुकः गृहिणीम् अन्नं प्रार्थयते. शुभानि मम प्रार्थयते रूपं किम् एतत् रूपम् अत्र नाम अत्र कुत्रचित् ती अस्ति, कुत्रचित् ते अस्ति, तु प्रार्थयति अपि भवति, प्रार्थयते अपि प्रायः भवति. किन्तु अत्र अग्रे गत्वा वयं ज्ञास्यामः यत्र ते कुत्रचित् ती अन्ते भवति, कुत्रचित् ते अपि भवति, कुत्रचित् विकल्पेन द्वयमपि सम्भवति. यथा गच्छति, गच्छति इति गच्छते न वक्तुं शक्नुमः. वर्धते, वर्धनं वर्धते इति एव भवति, वर्धति न भवति. गच्छति एव भवति, वर्धते एव भवति, किन्तु कुत्रचित् द्वयमपि सम्भवति. विशेषणपदं किम् प्रार्थयति इति अपि अस्ति, प्रार्थयते इति प्रायः द्वयमपि अस्ति. अस्तु अग्रे गच्छामः. वदतु. अत्र कर्मकरः सम्मार्जनीं प्रकोष्ठं नयति. अर्थस्य नाम वाक्यस्य अर्थः स्पष्टः वा? सर्वे अत्र सन्ध्याभगिनी अवगच्छति वा वाक्यम्? अभिनवः वदतु, तस्य अर्थः कः? कर्मकरः सम्मार्जनीं प्रकोष्ठं नयति, अर्थः कः? किम् अभवत् न संस्कृतेन वदतु. कर्मकरः प्रकोष्ठं नयति, तस्य अर्थः कः? सम्मार्जनी इत्युक्ते टूल्स्. किन्तु अत्र अत्र प्रकोष्ठं नयति, प्रकोष्ठं नयति इति नाम प्रकोष्ठम् उत्थाय कुत्रचित् प्रकोष्ठं नयति इति वा? प्रकोष्ठम् उत्थाय प्रकोष्ठः नाम रूम् खलु, रूम् प्रकोष्ठः. तर्हि नयति तत्र इत्युक्ते किं? प्रकोष्ठं नयति इति नाम किम्? प्रकोष्ठस्य भीतरे नयति. सत्यं. प्रकोष्ठं प्रति, प्रकोष्ठं प्रति तस्यां दिशि तत्र गच्छति. प्रकोष्ठं गत्वा तत्र स्थापयति सम्मार्जनीं, प्रकोष्ठे एव. अतः यत्र गच्छति नयनार्थं तत्र अपि द्वितीयविभक्तिः भवति, यत्र कोऽपि गच्छति. अतः सम्मार्जनीमिति भिन्नम् अस्ति, प्रकोष्ठमिति भिन्नम् अस्ति अत्र खलु. अस्तु तर्हि अत्र सन्ध्याभगिनी अग्रिमं करोतु. बालिका अर्थः अवगतः. बालिका न अहं पृच्छामि, अर्थः स्पष्टः अस्ति वा? बालिका विद्यालयं लेखनीं नयति. लेखनीं नाम विद्यालयं गत्वा लेखनीं स्थापयति इति अर्थः. सुब्रह्मण्यमहोदय अग्रे. आचार्य छात्रां गीतां बोधयति. पुनः वदतु. आचार्य छात्रान् छात्रान् गीतां बोधयति. समीचीनमस्ति. छात्रान् गीतां बोधयति. तर्हि अत्र किमस्ति यत् प्रेरणार्थे केचन धातवः सन्ति अत्र बोधयति. अग्रे अत्र केचन धातवः सन्ति प्रदर्शनार्थं ये केवलम् एते चत्वारः धातवः न. केवलं पश्यन्तु अग्रे गत्वा स्पष्टः भवति. बोधयति नाम वदति इत्यस्मिन् अर्थे अस्ति खलु. वदति अपि च अत्र सारांशः अस्ति यत् एते चत्वारः धातवः सन्ति. वदति, पृच्छति, प्रार्थयति, नयति. अस्मिन् अर्थे वदति इत्यस्मिन् अर्थे स्पीकिङ्ग् इत्यस्मिन् अर्थे टेलिङ्ग् इत्यस्मिन् अर्थे कथयति अपि अस्ति. बोधयति इति अस्ति. निवेदयन्ति, उपदिशति. एतत् सर्वं वदति इत्यस्मिन् अर्थे अस्ति. अनन्तरं प्रार्थयति पृथक् अस्ति. पृच्छति अपि अस्ति. तर्हि एतस्मिन् एतेषु अर्थेषु अन्ये धातवः सन्ति चेत् तेषामपि भवति. अनन्तरं प्रार्थयति इत्यस्मिन् अर्थे अत्र नोट् अस्ति. अर्थधातुः आत्मनेपदी. प्रार्थयति इति प्रयोगः अपि अस्ति. निजन्ता णिच् उच्यते तत्र. तदेव रूपम् अत्र उपात्तम्. अत्र णिच् प्रत्ययः प्रेरणार्थे णिच् इति प्रत्ययः अस्ति. प्रेरणार्थे अस्ति. यत्र प्रेरणार्थे वदामः नाम पाठयति, बोधयति, प्रेरणार्थे गमयति, लेखयति, लिखति, लेखयति, पठति, पाठयति. तत्र प्रायः उभयपदी अस्ति. उभयं भवति. द्वयमपि भवति. प्रार्थयति, प्रार्थयते. अस्तु, अग्रिमं कुर्मः. विश्वनाथमहोदय अग्रे. पितामही पौत्राः. पुनः वदतु. पितामही पौत्रां कथां पौत्रान् पौत्रान् पौत्रान् अस्ति. कथां कथा अस्ति. कथाः कथाः. तर्हि पुनः वदतु. पितामही पितामही पौत्राः कथा पौत्राः कथां वदतु. पितामही पौत्रान् कथाः कथयति. कथयति कथयति. अस्तु, प्रजाः महाराजं क्लेशा क्लेशान् निवेदयन्ति. अस्तु, लक्ष्मी भगिनी अग्रे. अपराधी आरक्षकं क्षमां प्रार्थयते. समीचीनमस्ति. अस्तु, सुब्रह्मण्यमहोदय अग्रे. अध्यापकः छात्रा प्रश्नान् पृच्छति. अस्तु, इदानीं कः अग्रिमं कः जानाति? विनोदमहोदय जानाति वा? अत्र वयं प्रश्न छात्राः प्रश्नः कः? किं किं समीचीनम् किं वाक्यं अध्यापकः छात्राः. एतत् स्त्रीलिङ्गस्य बहुवचनरूपम् आरूपं लिङ्गस्य द्वयमपि अस्ति. साधारणतया नाम छात्राः मिश्रिताः चेत् तत्र पुल्लिङ्गे भवति. वयं चिन्तयितुं शक्नुमः यत् पुल्लिङ्गे अस्ति. सर्वे सर्वे बालिकाः सन्ति चेत् तत्र रूपं भिन्नं भविष्यति. द्वितीयविभक्तौ सत्यं वयं न जानीमः. श्रीलिङ्गं वदतु, श्रीलिङ्गे अस्ति चेत् वदतु. अध्यापकः छात्राः प्रश्नान् पृच्छति. यदि सर्वे छात्राः बालिकाः सन्ति तर्हि छात्राः एकः अपि बालकः अस्ति चेत् पुल्लिङ्गे भवति इति परम्परा अस्ति. किं वदामि, तथा अस्ति. अस्तु, तर्हि दशमवाक्यमस्ति अत्र. वयम् इत्यस्य द्वितीयरूपं द्वितीयविभक्तिः तत्र अस्मभ्यं. हा, वाक्यं वदतु. सः अस्मभ्यं मन्त्राणि उपदिशति. न हा, तत्र पश्यतु, शब्दं पश्यतु. मन्त्रान् उपदिशति, मन्त्रः. अत्र मन्त्राः दृष्ट्वा वयम् अवगन्तुं शक्नुमः नपुंसकलिङ्गशब्दः नास्ति. अस्तु, अग्रे दशमवाक्यमस्ति. सः अस्मभ्यं मन्त्रान् उपदिशति. कृपया पठतु. तर्हि उदाहरणं पश्यतु. एतत् सर्वनाम इति भागम् अस्तु, पश्यामः, शीघ्रमेव पश्यामः, अहं साहाय्यं करोमि. किन्तु रूपाणि वयं न जानीमः, किञ्चित् जानीमः. द्वितीयं वदतु भगिनि. बालकः तं जानाति. बालकः बालकः तां जानाति. बालकः एतां एतां जानाति, तां न जानाति. अत्र एषा सा, अत्र एतां तां भविष्यति. बालकः तं जानाति, बालकः एतं न जानाति. दट् इस् द एक्साम्पल्. बालकः एतां जानाति, तां न जानाति. सत्यम्. अत्र भवान् तुमन्य महोदय आरम्भं करोतु, वदतु. व्यर्थ मूर्खोपदेशः. कश्चन तमालवृक्षः आसीत्. तस्य वृक्षस्य शाखायाम् एकः नीडः आसीत्. तत्र कश्चन चटकः पत्न्या सह वसति स्म. कदाचित् वर्षाकालः आगतः. बहिः सर्वत्र शीतलं वातावरणम् आसीत्. नीडे तु औष्ण्यम् आसीत्. अतः चटकः निरातङ्कः आसीत्. अस्तु, पश्यामः. कश्चन तमालवृक्षः आसीत्. तमालः नाम वृक्षस्य नाम डार्क् बार्ट् इति. कश्चन अस्मिन् वृक्षे फलानि भवन्ति वृक्षविशेषः अस्ति. कश्चन तमालवृक्षः आसीत्, तस्य वृक्षस्य शाखायाम् इति का विभक्तिः? सप्तमीविभक्तिः. एकः नीरः आसीत्. नीरः इत्युक्ते यत्र पक्षिः अस्ति तस्य गृहं नीडः. अस्तु तस्य गृहमस्ति शाखायां, तत्र नेस्ट् इति वदामः खलु, नीडः आसीत्. तत्र कश्चन चटकः जानीमः वा? जानीमः वा तत्र स्पेरो इति अर्थः स्पेरो. चटकः पत्न्या सह, पत्नी अस्ति खलु, पत्न्या सह वसति स्म. कदाचित् वर्षाकालः आगतः. बहिः सर्वत्र शीतलं वातावरणम् आसीत्, नीरे तु औष्ण्यम् आसीत्, अतः चटकः निरातङ्कः आसीत्. भयं नासीत् तस्य. तत्र आतङ्कः इत्युक्ते भयं, निरातङ्कः इत्युक्ते भयं नासीत्. अस्तु अग्रे अभिनवनाय कृपया पठतु. तदा कश्चन वानरः तत्र आगतवान्. वृष्ट्या तं शरीरं क्लिन्नम् आसीत्, शैत्येन सह कम्पते स्म. सः वानरः दन्तवीणां वादयन् वृक्षम् आरुह्य उपविष्टवान्. आरुह्य, अत्र तदा कश्चन वानरः इति वयं जानीमः खलु. तदा कश्चन वानरः तत्र आगतवान्. वृष्ट्या इत्यस्य का विभक्तिः? तृतीया अस्ति खलु. तृतीया विभक्तिः वृष्टिः. वृष्टिः वयं न जानीमः, किन्तु अनुमानं कृत्वा वृष्टिः इत्यस्य तृतीया वृष्ट्या. वृष्ट्या तृतीया नाम अत्र कारणमस्ति, कारणार्थे अस्ति. वृष्टि इत्यस्य कारणतः तस्य शरीरं क्लिन्नम् आसीत्. क्लिन्नम् इति नाम यत्र यदि वस्त्रमस्ति तत्र अहं जलं स्थापयामि चेत् तत्र क्लिन्नं भवति. वस्त्रं क्लिन्नम् अस्ति, शरीरं क्लिन्नम् आसीत्. शैत्येन सह कम्पते स्म, कम्पनं भवति तस्य. सः वानरः दन्तवीणां वादयन्. दन्तवीणा नाम एवं दन्तवीणां वादयन् वृक्षम् आरुह्य उपरि गत्वा उपविष्टवान्. अस्तु इदानीं राजशेखरमहोदय पठतु. किं भवतः हस्तपादसहितं सुदृढं सुदृढं शरीरमस्ति. न एकमस्ति, तथापि एकं गृहं निर्माय तव वासं. तथापि एकं गृहं निर्माय तत्र वासं कृत्वा कर्तुं भवान् किं न शक्नोति? किमर्थम् एवं शीतपीडनं अनुभवति भवान् इति? तं दृष्ट्वा चटका उक्तवती, किं भोः? तं कं दृष्ट्वा? कं प्रश्नः? वानरं दृष्ट्वा चटका उक्तवती, किं भोः? भवतः का विभक्तिः? भवतः का विभक्तिः? भवतः सप्तमी. भवतः नाम किम्? षष्ठी. भवतः हस्तपादसहितं सुदृढं शरीरमस्ति, तथापि एकं गृहं निर्माय तत्र वासं कर्तुं भवान् किं न शक्नोति? तथापि एकं गृहं निर्माय नाम निर्माति इत्यस्य ल्यप्, यत्र यतोहि अत्र निरुपसर्गः अस्ति. निर्माय निरुपसर्गः निर्माय तत्र वासं कर्तुं भवान् किं न शक्नोति? किमर्थम् एवं शीतपीडाम् अनुभवति, नाम शीतस्य पीडा, शीतपीडा, शीतस्य पीडा, शीतपीडाम् अनुभवति भवान् इति? अस्तु, भगिनी अग्रे पठतु. तत् श्रुत्वा वानरः उक्तवान्, रे अधमे, किमर्थं मौनं न तिष्ठति? मम विषये भवती किमर्थं चिन्तयति इति? तत् श्रुत्वा, किं श्रुत्वा? चटका उक्तवती. यत् उक्तवती चटकाः, चटका. तत् श्रुत्वा वानरः उक्तवान्, रे अधमे, सम्बोधनमस्ति, रे अधमे, किमर्थं मौनं न तिष्ठति? मौनम् इति जानीमः खलु. किमर्थं मौनं न तिष्ठति? मम विषये भवती किमर्थं चिन्तयति इति? भगिनी अग्रे. परन्तु चटका मौनं न स्थितवती, पुनः तथैव उपदेशम् आरब्धवती. तदा वानरस्य महान् कोपः आगतः. सः तां शाखाम् आरुह्य चटकायाः नीडं शतधा खण्डशः कृतवान्. परन्तु चटका मौनं न स्थितवती, स्थितवती, तिष्ठति इति अस्य स्थितवती. पुनः तथैव उपदेशम् आरब्धवान्, आरम्भं कृतवती इत्यस्य आरब्धवती. तदा वानरस्य महान् कोपः आगतः. कोपः क्रोधः खलु. सः तां शाखाम् आरुह्य, आरोहणं कृत्वा, आरुह्य, आरोहणं कृत्वा चटकायाः नीडं शतधा, शतधा, अत्र धा इति प्रत्ययः अस्ति, शतधा, शतवारं, शतभागे, शतभागे खण्डशः कृतवान्. अस्तु, अनन्तरम् अपि नगरे. एवं मूर्खम् उद्दिश्य उपदेशेन चटकायाः नीडा एव नष्टा अभवत्. अर्थः कः? मूर्खम् उपदेशम्, मूर्खम् उद्दिश्य उपदेशेन, उपदेशेन चटकायाः नीडः एव नष्टः अभवत्. तर्हि मूर्खम् उद्दिश्य उपदेशेन तर्हि किम् अर्थः कः अवगच्छति वा वदतु प्रतिपादयतु स्पष्टीकरोतु मूर्खाय उपदेशं दत्त्वा चटकः तस्य नीडं चटकायाः तस्याः तस्याः नीडः नष्टं जातः नष्टः जातः अत्र उपदेशेन उपदेशं दत्त्वा इति कृत्वा इति समीचीनमस्ति अथवा कारणतः इति कारणमस्ति मुखम् उद्दिश्य उपदेशेन चटकायाः नीडः एव नष्टः जातः अभवत् अत्र प्रश्नः अस्ति वा कोऽपि औष्ण्यं तत् शब्दस्य रूपं किम् औष्ण्यमिति उष्णस्य भावः यथा सुन्दरस्य भावः सौन्दर्यम् उष्णस्य भावः औष्ण्यम् अस्तु इति विषयः तर्हि इदानीं विरमाम अग्रिमसप्ताहे अग्रे गच्छामः